गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। न्यायवर्गे सर्वेषां सुस्वागतम्। अद्यतनवर्गस्य विषयः अस्ति विशेषणं विशेष्यं च इति करपत्रं। प्रायः सर्वैः प्राप्तं पुरतः स्यात् करपत्रम् इति चिन्तयामि। तत्र किञ्चित् पुनस्माररूपेण पुनस्मारकरूपेण किञ्चित् उक्त्वा अग्रे सरेम। अहमेव किञ्चित् वदामि। तत्र विद्याधरी इति पुस्तके गन्धवती पृथिवी गन्धवत्वं पृथिव्याः लक्षणम् अनयोः भेदः कः इत्यस्मिन् स्थले वयं स्मः। ततः अत्र विशेषणविशेषणं विशेष्यविशेषणं च इति करपत्रे आगतं। तत्र उद्देशग्रन्थान् विद्याधर्याम् उद्देशग्रन्थान् पूरयित्वा इदानीं लक्षणग्रन्थे वयं स्मः। लक्ष्यम् इत्युक्ते यस्मिन् जिज्ञासा अस्ति तदेव लक्ष्यं भवति। लक्षणम् इत्युक्ते येन लक्ष्यं ज्ञायते तदेव लक्षणम् इति। तत्र लक्षणे दोषाः न भवेत्। तत्र त्रिविधदोषाः अव्याप्तिदोषः असम्भवदोषः अतिव्याप्तिदोषः इति दोषत्रयमपि न भवेत् इत्यपि अस्माभिः दृष्टं। तत्र लक्षणम् इत्युक्ते किं? धर्मः एव। लक्ष्ये विद्यमानं धर्मं यत् तदेव लक्षणम्। लक्षणे विद्यमानं धर्मं तत् धर्मं भवति, तदेव लक्ष्यं तदेव लक्षणं भवति। लक्ष्ये विद्यमानधर्ममेव लक्ष्यं लक्षणं भवति इति। धर्मः तत्र लक्ष्ये विद्यमानम् इति सप्तमी प्रयोगः तत्र अस्ति। धर्मः इत्युक्ते तत्र विशेषणम् इत्यपि स्वीकर्तुं शक्यते। धर्मः इत्युक्ते विशेषणं, लक्ष्यम् इत्युक्ते विशेष्यम् इति। विशेषणं कुत्र वर्तते? लक्ष्ये वर्तते इति कृत्वा तत्र तयोः मध्ये आधाराधेयभावः अपि अस्ति। आधाराधेयभावः इति वदनेन किं प्रयोजनम् इति चेत् तत्र परस्परं ते निरूपयन्ति इति कृत्वा तत्र आधाराधेयभावः इति स्वीकृतः अस्माभिः। एकनिमिषं, हा अस्तु। आधाराधेयभावः नमस्ते नमस्ते भगिनि, आगच्छतु, सुस्वागतम्। प्रिया भगिनी अपि जयन्त् महोदयः अपि अस्ति अत्र। महोदय सरलापि भगिनी अपि अस्ति। हा हा हा, पृष्टवान्। अद्य अहं शृणोमि महोदय, कृपया। आ हा, चिन्ता मास्तु। आधाराधेयभावः कोऽपि किमपि उक्तं वा? अस्तु। आधाराधेयभावः इति किमर्थं तत्र तादृशभावः स्वीकरणीयः इति चेत् आधारेण आधेयेन आधारः निरूपितः भवति, आधारेण आधेयः निरूपितः भवति। निरूपणम् इत्युक्ते तत्र परिचयम् इत्येव अर्थः। अतः आधार आधेयभावः यत्र विद्यते आधार आधेययोः मध्ये परस्परनिरूपकनिरूप्यभावः अस्ति इत्यतः तत्र धर्मः जानाति चेत्, धर्मः इत्युक्ते लक्षणं जानाति चेत् लक्ष्यमपि ज्ञातुं शक्यते। लक्ष्ये एव अस्माकं जिज्ञासा अस्ति इति कृत्वा तादृशसम्बन्धः अस्ति। इदानीं तत्र गन्धवती पृथिवी इत्यस्मिन् स्थले पदद्वयमपि प्रथमाविभक्तौ अस्ति इति कृत्वा यदि समान विभक्तिकत्वमस्ति तत्र आधार आधेयभावः न बुध्यते इति अस्ति. तत्र आधार आधेयभावः वक्तव्यं चेत् तत्र सप्तमी भवेत्, नो चेत् तत्र षष्टि, तत्र आधारस्य षष्टिः षष्टी विभक्तिः भवेत्. अपि च आधेयस्य प्रथमा विभक्तिः अस्ति चेत् तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति वदनेन तत्र पृथिव्याः इति आधारः षष्टिविभक्त्याम् अस्ति, गन्धवत्वम् इति प्रथमा विभक्त्याम् अस्ति इति कृत्वा तत्र आधार आधेयभावः विद्यमानः अस्ति. किन्तु गन्धवती पृथिवी इत्यस्मिन् स्थले पदद्वयमपि प्रथमाविभक्तौ अस्ति इति कृत्वा तत्र आधार आधेयभावः न बुध्यते. अपि च यद् विशिष्यते तद्विशेष्यं, येन विशिष्यते तद्विशेषणम् इति अपि अस्माभिः अधीतं. तत्र इदानीं विशेषणं विशेष्ये अस्ति इति कृत्वा तत्र उपरि किमस्ति, विशेषणम् अस्ति, अधः किमस्ति, विशेष्यम् अस्ति. अतः विशेषणम् आधेयः भवति, विशेषणम् आधारः भवति. अपि च इदानीं तत्र अस्माकं पुरतः विशेष्यम् अस्ति इति चिन्तयतु. इदानीं विशेषणं वक्तव्यम् उपरि गमनार्थं, तत्र त्व तल् शै इति प्रत्ययानां योजनेन तत्र आदेयः सिध्यति इति अपि अस्माभिः दृष्टम्. इदानीं तत्र अस्माकं पुरतः आधेयः अस्ति, आधारः ज्ञातव्यम् इति चेत् तत्र अधोगमनं अधः गमनीयं भवति इति कृत्वा तत्र मतुप् इति प्रत्ययं योजयामश्चेत् तत्र आधारः सिध्यति इति एतत् सर्वम् अस्माभिः अधीतं. तत्र एव तत्र घटः इति आदेयः स्वीकृत्य घटवत् घटः योगः मतु घटवत् इति पदम् अस्माभिः लब्धं. घटवत् इत्युक्ते भूतलम् एव, किन्तु केवलं भूतलम् इति नास्ति, गुणविशिष्टगुणि वाचकशब्दः भवति. तत् घटेन विशिष्टं घटविशिष्टभूतलम् अस्ति इति घटवत् इति पदेन ज्ञातुं शक्यते. पुनः इदानीं घटवत् योगः त्वम् इति प्रत्ययेन तत्र घटवत्त्वम् इति धर्मः आदेयः सिध्यति. पुनः तत्र मतुप्रत्ययस्य योजनेन घटवत्त्ववत् इति पुनः तत्र आधारः सिध्यति इति एतत् सर्वम् अस्माभिः अधीतम्. विशेषणस्य कार्यं किम् इत्युक्ते पृथक्करणमेव विशेषणस्य कार्यम् इति अपि अस्माभिः अधीतम्. इदानीं तत्र पदानि तत्र तत्र वृक्षः घटवत् इति नीलः इति पदानि अस्माभिः प्रयुज्यन्ते. तत्र पदं केवलं विशेषणं वा विशेष्यस्य वा वाचकपदं भवति, तत् साक्षात् विशेषणं वा विशेष्यं वा नास्ति. तत्र जवनिकाया पृष्ठतः यत् वस्तु अस्ति तदेव तत्र विशेष्यं वा विशेषणं वा भवति इति अपि अस्माभिः अधीतम्. पुनः गुणवाचकशब्दानां त्रैविध्यं, केवलगुणवाचकशब्दः तत्र धैर्यम् इत्यादिकं तत्र इत्यादिकं तत्र गुण केवलगुणवाचकतत्र शब्दः इति अस्ति इति अस्माभिः दृष्टम्. केवलगुणिवाचकशब्दः उन्नतः विशालः उत्तमः एतादृशशब्दाः केवलं गुणि एव बोधयति. केवलं गुणि इत्युक्ते गुणविशिष्टगुणि एव बोधयति इति अस्माभिः दृष्टं. पुनः तत्र उभयवाचकशब्दाः विशेषणम् अपि च विशेष्यं द्वयोः वाचकं भवितुमर्हति कानिचन शब्दः. तत्र नीलः इति वर्णः, नो चेत् तत्र कटुः इति रुचिः, तादृशशब्दाः गुणमपि बोधयति गुणिम् अपि बोधयति इति अस्माभिः दृष्टं. हा, तदनन्तरं तत्र अर्थस्य परिवर्तनं कथं भवति इति गुणवाचकशब्दः योगः इदानीं गुणवाचकशब्देन मतु प्रत्ययस्य योजनेन गुणिवाचकशब्दः लभ्यते, पुनः गुणिवाचकशब्दः शब्देन त्वप्रत्ययस्य योजनेन गुणवाचकशब्दः लभ्यते. इदानीम् उभयवाचकशब्दः अस्ति चेत् तत्र प्रत्ययः नापेक्षितः, किन्तु स्पष्टीकरणार्थं तादृशं वक्तुं शक्यते. इदानीं पीतं वस्त्रम् इति उदाहरणं स्वीकुर्मः. पीतं वस्त्रम् इत्यत्र इदानीं तत्र पीतम् इति गुणवाचकशब्दम् इति स्वीकुर्मश्चेत् गुणमेव बोधयति. पीतम् इति पीतः इति वर्णः एव तद्बोधयति इति स्वीकुर्मश्चेत् तत्र पीतं वस्त्रम्, इदानीं पीतं योगः त्व इति प्रत्ययेन पीतत्वं वस्त्रम् इति अपि वक्तुं शक्यते. अत्र पीतम् अपि च पीतत्वं समानार्थकौ भवति, गुणमेव सूचयति. गुणवाचकशब्दाः शब्दौ भवन्ति तौ भवतः तौ. इदानीं तत्र पुनः पीतं वस्त्रम् इति उक्त्वा तत्र पीतम् इत्यनेन किं बोधितम् इत्युक्ते गुणी एव बोधितं, गुणिवाचकशब्दः इति स्वीकुर्मश्चेत् तत्र मतुप्रत्ययस्य योजनेन पीतवत् वस्त्रम् इति अपि वक्तुं शक्यते. इदानीं पीतम् अपि च पीतवत् द्वयमपि समानार्थकौ भवतः इत्यपि अस्माभिः दृष्टम्. तत्र पुनः समानाधिकरणम् असमानाधिकरणम् इति अपि अस्माभिः दृष्टं. विशेषणविशेष्ययोः मध्ये समानाधिकरणं न स्यात्, विशेषणं तु विशेष्ये वर्तते इत्यतः तयोः मध्ये समानाधिकरणं न स्यात् इत्यपि अस्माभिः दृष्टं. विशेषणविधयः तत्र के पदार्थाः विशेषणरूपेण कार्यं कर्तुं शक्यते इति चेत् तत्र गुणः औन्नत्यम् इति गुणः, उदाहरणार्थं जातिः वृक्षत्वम् इति जातिः, घटः इति द्रव्यं, लेखनम् इति क्रिया, घटाभावः इति अभावः इति तत्र एते सर्वे पञ्च पदार्थाः इत्युक्ते तत्र समवायः विशेषः इति पदार्थान् त्यक्त्वा अन्ये सर्वे पञ्च पदार्थाः विशेषणत्वेन कार्यं कर्तुं शक्यते इति अस्माभिः दृष्टम्. तत्र औन्नत्यम् इति गुणं तस्य वाचकपदं भवति उन्नतः इति, वृक्षत्वम् इति जातिः तस्य वाचकपदं भवति, विशेषणवाचकपदं भवति वृक्षः, घटः इति द्रव्यं तस्य वाचकपदं भवति घटवत्, विशेषणवाचकं भवति घटवत् इति, लेखनम् इति क्रिया लेखनक्रियावान् इति विशेषणवाचकपदं भवति, घटाभावः इति अभावः तत्र घटाभाववान् इति विशेषणवाचकं भवति इति अस्माभिः दृष्टम्. हा, एतावत्पर्यन्तम् अस्माभिः पठितम्. अत्र किमपि सन्देहः वर्तन्ते चेत् इदानीं प्रष्टुं शक्यते, नो चेत् अग्रे स्थातुं शक्यते. अस्तु, इदानीं तत्र करपत्रं प्रति वयं गच्छेम. तत्र एक एव विशेषणम् इति मध्ये अस्ति. तत्र भानुचैतन्यमहोदय भवान् आरब्धुम् इच्छति वा? एक एव विशेषणम् इति ततः आरभ्य पठनीयम् अत्र अद्य. महोदय, दृष्टान्तं पश्यामि. हा, विशेषण एक एव विशेषणम्. आं महोदय. हा, इति शीर्षकमस्ति. यदा तदेव महोदय, एक एव विशेषणम्. हा, तदेव तदेव एक एव विशेषणम् इति शीर्षकम्. यदा कोऽपि केवलं बालकः वदति तदा विशेषणं केवलं बालकत्वम् एव, तथा च तत्र बालके विद्यमान बालकत्वस्य विशेषणवाचकपदं बालकः एव. अतः बालकः पूर्वोक्तरीत्या विशेष्यवाचकशब्दः नोक्तरीत्या विशेष नव्योक्तरीत्या आं महोदय क्षम्यतां नव्योक्तरीत्या विशेषणवाचकशब्दः इदं भूमिकाद्वयम् अस्ति सदा विशेष्यवाचकशब्दस्य पर्यन्तं महोदय आम् महोदय बालकः इति वदामः चेत् बालकः इति शब्दं केवलं विशेषणम् इति सूचयति तत्तु बालकत्वं बालकत्वम् इति विशेषणं तत्र बालकः सामान्यतया बालकः इति पदेन कः बोधः जायते इत्युक्ते विशेष्यं बालकः इति यः अस्माकं पुरतः अस्ति तस्य एव बोधः जायते सामान्यरीत्या किन्तु इदानीं बालकः इति विशेषणवाचकपदम् इति स्वीकुर्मश्चेत् तत्र कीदृशविशेषणं बोधितम् इत्युक्ते बालकत्वम् इदानीं बालकत्वम् इति जातिः तत्र बालकत्वम् इति जातिः अन्येभ्यः विजातीयवस्तुभ्यः बालकः पृथक् करोति इति कृत्वा तत्र बालकत्वम् इति विशेषणं भवति तद्बुद्धं किल बालकत्वम् इति विशेषणं भवति तस्य बालकत्वस्य विशेषणवाचकपदं किं भवति बालकः एव भवति इति अत्र दत्तमस्ति बालकः विशेष्यम् अपि सूच्यते हा विशेष्यं निश्चयेन विशेष्यं सूच्यति किन्तु इदानीं तत्र बालक इदानीं बालकत्वं बालके बालकत्वं तु अस्ति किल बालकत्वम् इति जातिः अस्ति तद् विशेषणमस्ति कथं वा विशेषणम् इत्युक्ते अन्येभ्यः वस्तुभ्यः तत् पृथक् करोति बालकः बालकत्वम् इति धर्मः यत् बालके विद्यमानमस्ति तत् अन्येभ्यः वस्तुभ्यः पृथक् करोति इति कृत्वा तत्र बालकत्वम् इति विशेषणं भवति इदानीं बालकत्वम् इति विशेषणं तस्य वाचकपदं किं भवति यथा औन्नत्यम् इति गुणेन विशिष्टम् एकः वृक्षः अस्ति विशिष्टः एकः वृक्षः अस्ति इदानीम् औन्नत्यम् इति विशेषणस्य वाचकपदं भवति उन्नतः इति उन्नतः वृक्षः इत्यस्मिन् स्थले औन्नत्यगुणेन विशिष्टगुणिवाचकपदम् अस्ति उन्नतः इति शब्दः एवमेव बालकत्वम् इति जात्या विशिष्टं विशिष्टविशेषणवाचकपदं भवति बालकः इति शब्दः बुद्धं वा महोदय न श्रुतं महोदय पुनः वदतु आं महोदय अस्तु तत्र तदेव अत्र तदेव दत्तमस्ति तथा च बालके विद्यमानबालकत्वस्य विशेषणवाचकपदं बालकः एव इति अतः बालकः इति पदेन तत्र विशेष्यम् अपि सूचितं भवति विशेषणम् अपि सूचितं भवति कीदृशविशेषणम् इत्युक्ते बालकत्वम् इति विशेषणस्य वाचकपदं भवति बालकः इति अतः बालकः पूर्वोक्तरीत्या तत्र पूर्वोक्तरीत्या इत्युक्ते सामान्यतया विशेष्यवाचकपदं भवति नव्योक्तरीत्या इदानीं तत्र बालकत्वम् इति धर्मः विद्यते इति बोधनस्य अनन्तरं बोधस्य अनन्तरं तत्र नव्योक्तरीत्या विशेषणवाचकशब्दः अपि भवति बालकः इति शब्दः इति भूमिकाद्वयम् अस्ति महोदय विशेषणवाचकपदस्य यदा जातिः जातिरीत्या दृश्यते तदा विशेषणवाचकशब्दः अपि भवति सत्यं सत्यम् एवमेव तत्र उन्नतः इति शब्दः अपि इदानीं तत्र एकविधरीत्या विशेष्यवाचकपदमपि भवितुम् अर्हति उन्नतः इत्युक्ते तत्र वृक्षः एव गुणविशिष्ट औन्नत्यगुणविशिष्टवृक्षः एव उन्नतः शब्देन सूचितमस्ति अतः विशेष्यवाचकपदमपि भवति किन्तु इदानीं नव्योक्तरीत्या विशेषणवाचकपदमपि भवितुम् अर्हति किम् किमर्थमित्युक्ते तत्र औन्नत्यम् इति गुणः अस्ति इति सूचितं किल अतः विशेषणवाचकपदमपि भवितुम् अर्हति इति अस्ति अस्तु सम्यक् इदानीं किञ्चित् अग्रे करेम हा विद्याभगिनी इदानीं पठितुं शक्यते वा भवत्या आं महोदय हा अस्तु उन्नतः केवलं गुणिवाचकः तर्हि कथं विशेषणवाचकः उन्नतः विशेषणवाचकशब्दः इति अधुना उक्तम् उन्नतः केवलं गुणिवाचकशब्दः इति तु आरम्भतः एव उच्यमानं द्वयमपि कथं गुणविशिष्टं गुणिनम् इत्यस्य तात्पर्यं तदेव उन्नतः औन्नत्यरूपगुणविशिष्टः पदार्थः इत्युक्ते अनेन उन्नतशब्देन गुणी अपि सूचितः गुणः अपि सूचितः उन्नतः वृक्षः इति वाक्ये औन्नत्यम् इति गुणः सूचितः अस्ति किल नाम तेन वाक्येन अवगम्यते यत् औन्नत्यम् इति गुणः वृक्षे अस्ति केन शब्देन इदम् अवगम्यते उन्नतशब्देन एतदर्थम् उच्यते यत् गुणिवाचकाः शब्दाः ये ये सन्ति ते शब्दाः गुणविशिष्टगुणिवाचकाः अतः उन्नतशब्दस्य यः अर्थः तस्मिन् अर्थे गुणः अपि अन्तर्भूतः नाम औन्नत्ययुक्तवृक्षः उन्नतशब्दस्य यः समग्र अर्थः तस्मिन् समग्रे अर्थे औन्नत्यम् इत्यस्य एकदेशवृत्तिः इत्युक्ते एकः भागः तावत् वा अथवा तावत्पर्यन्तं किञ्चित् अस्तु अत्र उन्नतः केवलं गुणिवाचकः पूर्वं वयं दृष्टवन्तः उन्नतः इति केवलं गुणिवाचकः इत्युक्ते तत्र न केवलं गुणं सूचयति अपि च आश्रयमपि सूचयति यस्मिन् तादृशगुणः अस्ति इत्यपि सूचयति इति दृष्टवन्तः तर्हि अत्र कथं विशेषणवाचकम् इति प्रश्नः तस्मिन् विषये अपि वयं दृष्टवन्तः विशेषणवाचकशब्दः तत्र औन्नत्यम् इति गुणः उन्नतः वृक्षे नास्ति औन्नत्यम् इति गुणः एव वृक्षे अस्ति इति कृत्वा उन्नतः विशेषणं नास्ति औन्नत्यं विशेषणम् उन्नतः विशेषणवाचकम् इति दृष्टवन्तः तर्हि अत्र उन्नतः विशेषणवाचकशब्दः इति अधुना उक्तम् उन्नतः केवलं गुणिवाचकशब्दः इति तु आरम्भतः एव उच्यमानं तदेव अत्र अस्ति अत्र उन्नतः इति शब्दः गुणिवाचकशब्दः अपि अस्ति विशेषणवाचकशब्दः अपि अस्ति द्वयमपि कथम् इति प्रश्नः अत्र गुणविशिष्टं गुणिनम् इत्यस्य तात्पर्यं गुणविशिष्टं गुणिनम् इत्युक्ते गुणी इति वृक्षः गुणी अस्ति तस्मिन् औन्नत्यम् इति गुणः अत्र उन्नतः इति शब्दः किं बोधयति इति चेत् औन्नत्यरूपगुणविशिष्टः पदार्थः इत्युक्ते वृक्षः एव पदार्थः तस्मिन् औन्नत्यम् इति गुणः अस्ति इति उन्नतः शब्देन तादृशबोधः भवति तत्र उन्नतः इति शब्देन गुणमपि बोधयति गुणिनम् अपि बोधयति उन्नतवृक्षः इति वाक्ये औन्नत्यम् इति गुणः सूचितः अस्ति किल नाम तेन वाक्येन अवगम्यते यत् औन्नत्यम् इति गुणः वृक्षे अस्ति अस्तु केन शब्देन इदम् अवगम्यते उन्नतशब्देन तदेव अत्र उन्नतशब्देन गुणमपि बोधयति आश्रयमपि बोधयति एतदर्थम् उच्यते गुणिवाचकशब्दाः. यदा वयं स्मरामः अत्र गुणिवाचकशब्दाः गुणमपि बोधयति, अत्र गुणिनम् अपि बोधयति इति कृत्वा अत्र उन्नतः शब्दः गुणिवाचकशब्दः. ते शब्दाः गुणविशिष्टगुणिवाचकाः. अतः उन्नतशब्दस्य यः अर्थः तस्मिन् अर्थे गुणः अपि अन्तर्भूतः, नाम औन्नत्ययुक्तवृक्षः. उन्नतशब्दस्य यः समग्रः अर्थः तस्मिन् समग्रे अर्थे औन्नत्यमित्यस्य एकदेशवृत्तिः इत्युक्ते एकः भागः. अन्तिमवाक्यं नावगच्छामि, परन्तु अत्र सारांशः अस्ति. उन्नतशब्दः उन्नतः वृक्षः इति वदामः चेत् तत्र उन्नतः इति शब्देन औन्नत्ययुक्तः वृक्षस्य अर्थः भवति इति समग्र अर्थः, तादृशसमग्र अर्थः भवति. अत्र औन्नत्यम् इत्यस्य एकदेशवृत्तिः इति इत्युक्ते एकः भागः, तद् न अवगच्छामि. तत्र एकदेशवृत्तिः इत्युक्ते एकः भागः इत्युक्ते वृक्षे बहूनां वृत्तित्वम् अस्ति. वृक्षे वृक्षत्वम् अस्ति, अपि च औन्नत्यम् इति गुणः अस्ति, प्रायः चलनम् इति क्रिया अस्ति. अस्ति अस्ति इति वदामश्चेत् तदेव अस्ति, यदस्ति इति वदामश्चेत् तदेव वृत्तित्वम् इति पदेन सूचितमस्ति. तत्र वृक्षे बहवः धर्माः सन्ति, प्रत्येकं धर्मस्य वृत्तिः इति वदामः. तेषु एकः वृत्तिः भवति, एका वृत्तिः भवति औन्नत्यम् इति गुणः इति ज्ञातुं शक्यते इति तत्र तावदेव. अस्तु महोदय, स्पष्टं. हा, धन्य भवती एव अग्रे पठतु. अस्तु, केवलं गुणः वक्तव्यं चेत् अयमेव विषयः. हा, केवलं गुणः वक्तव्यं चेत् औन्नत्यं, गुणविशिष्टगुणि यदा वक्तव्यः तदा उन्नतः इति एव प्रयोक्तव्यः. तदा औन्नत्यम् इति गुणः उन्नतः इति शब्देन बोधितः, किन्तु केवलं गुणः इति न, औन्नत्ययुक्तवृक्षः बोधितः, नाम औन्नत्यम् अपि बोधितं, तद्युक्तयुक्तः वृक्षः अपि बोधितः. अतः उन्नतः विशेषणवाचकः इति वदामः. स्वयं विशेषणं न, परन्तु विशेषणस्य अर्थः अस्मिन् गुणिवाचकशब्दे अन्तर्भूतः अस्तु. अत्र यदि वयम् अत्र वृक्षे विद्यमानः गुणस्य विषये वक्तुम् इच्छामः चेत् तत्र औन्नत्यम् इति वदामः, परन्तु अत्र न केवलं गुणः अपि च गुणिनम् अपि न केवलं गुणम् अपि च गुणिनम् अपि बोधयितुम् इच्छामः चेत् तत्र उन्नतः वृक्षः इति वदामः. तादृशवदनेन अत्र वृक्षस्य अवगमनमपि भवति, वृक्षे विद्यमानः औन्नत्यमिति गुणस्य अपि अवगमनं भवति. अतः अत्र उन्नतः इति शब्दः विशेषणवाचकशब्दः, औन्नत्यमिति गुणः. उन्नतः इति शब्दः स्वयं विशेषणं नास्ति, परन्तु विशेषणवाचकशब्दः, यतोहि अत्र विशेषणस्य अपि बोधः भवति, अपि च अत्र विशेष्यस्यापि बोधः भवति. अन्तिमवाक्यं, तर्हि निष्कर्षः एवं, यद्यपि उन्नतशब्दः केवलं गुणिवाचकः, किन्तु अस्मिन् कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः. पूर्वं दृष्टवन्तः खलु, उन्नतशब्दः केवलं गुणिवाचकशब्दः, अस्मिन् कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः. इति अस्ति. इदानीमपि तत्र उन्नतः इति शब्देन गुणि एव सूचितम् अस्ति. तत्र पूर्वम् अस्माभिः दृष्टं किल, औन्नत्यं वृक्षे वर्तते इति वक्तुं शक्यते, किन्तु उन्नतः वृक्षे वर्तते इति यदा कदापि न वक्तुं शक्यते इति कृत्वा उन्नतः इति पदेन गुणि एव बोधितम् अस्ति. किन्तु केवलं गुणि नास्ति, गुणविशिष्टगुणि. कीदृशगुणम्? औन्नत्यम् इति गुणेन विशिष्ट गुणि बोधयति उन्नतः इति शब्दः इति अत्र तदेव अत्र निष्कर्षः. केवलम् उन्नत शब्दः केवलं गुणिवाचकः नास्ति, किन्तु अस्मिन् कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः इति अस्ति. अतः उन्नतः इति शब्देन तत्र गुणमपि गुणमपि बोधितम् इति स्वीकर्तुं शक्यते इति. पूर्वम् अस्माभिः किं दृष्टम्? उन्नतः इति शब्देन केवलं गुणिवाचकशब्दः एव, तत्र त्रैविध्यं दृष्टं किल, केवलगुणवाचकशब्दः, केवलगुणिवाचकशब्दः, उभयवाचकशब्दः इति. तत्र किम् उक्तम्? उन्नतः इति शब्देन केवलं गुणि एव बोधितम् इति. इदानीं किञ्चित् तस्य परिवर्तनं कृत्वा, अवगमनस्य परिवर्तनं कृत्वा, तत्र केवलं गुणि इति नास्ति, गुणविशिष्टगुणि बोधितं भवति अनेन पदेन इति ज्ञातम्. एतदपि महोदयेन पूर्वमेव दत्तं, किञ्चित् तत्र इतोपि स्पष्टतायाम् एतादृशम् उक्तम्. अस्तु, धन्यवादः भगिनी. इदानीं शिवरामन् महोदय, भवान् पठति वा? उन्नतशब्दस्य सीमा का इति आरम्भः. उन्नतशब्दस्य सीमा का? तर्हि उन्नतः वृक्षः इत्यत्र उन्नतशब्दः विशेषणवाचकः. तत्र उन्नतः इति शब्देन उन्नतत्वम् इति गुणः तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते, न तु वृक्षः इति. वृक्षः इति ज्ञातव्यं चेत् अग्रे वृक्षः इति शब्दः प्रोक्तव्यः. उन्नतः इत्येव वदामश्चेत् कः उन्नतः इति न जायते, कश्चन उन्नतः इति एतावत् एव ज्ञायते. इत्युक्ते वृक्षः वृक्ष इति शब्देन एव बोध्यते, न तु उन्नतः इति शब्देन. तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्ययुक्त कश्चन पदार्थः इति एतावत् एव. तावत्पर्यन्तम्. उन्नतशब्दः इत्यत्र उन्नतशब्दः विशेषणवाचकशब्दः. औन्नत्यम् इति तस्मिन् गुणः अस्ति, उन्नतिशब्देन औन्नत्यम् इति गुणः. तादृश एतावदेव ज्ञायते, न तु वृक्षः. औन्नत्यं नाम उन्नतशब्देन केवल औन्नत्व इति गुणः एव बोध्यते, किन्तु कः उन्नतः इति ज्ञानं तत्र न भवति. वृक्षः उन्नतः इति ज्ञानं तत्र न भवति. वृक्षः ज्ञातव्यः चेत् अग्रे वृक्षशब्द इति प्रोक्तव्यः. प्रोक्तव्यः नाम तस्य शब्दस्य उपयोगम् आवश्यकमस्ति, कः उन्नतः इति. उन्नतशब्देन केवल औन्नत्वं बोधते. उन्नत् इति एव वदामश्चेत् कः उन्नतः इति न ज्ञायते, कश्चन उन्नतः इति एतावत् ज्ञायते. उन्नतः नाम कः अपि उन्नतः अस्ति इति एव ज्ञायते. इत्युक्ते वृक्षः इति शब्देन एव, वृक्ष इति शब्देन एव बोध्यते, न तु उन्नत इति शब्देन. वृक्षस्य ज्ञानं वृक्षशब्देन एव भवति, न तु उन्नत् इति शब्देन. तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्ययुक्त कश्चन पदार्थः इति एतावत् एव स्पष्टमस्ति. एतत् उन्नतशब्देन केवल औन्नत्ययुक्त कश्चन पदार्थः वा कोऽपि वस्तु अस्ति, तस्मिन् औन्नत्यम् इति गुणः अस्ति इति एव बोध्यते उन्नत इति शब्देन. सत्यं, सम्यक् महोदय. तत्र उन्नतः इति शब्देन गुणः न बोध्यते, किन्तु तत्र गुणि एव बोध्यते. किन्तु तत्र औन्नत्यम् इति गुणेन विशिष्टः कश्चन पदार्थः अस्ति इति एव बोध्यते. यदा वृक्षः इति पदं न योजयामश्चेत् तादृशपदार्थः कः इति केवलम् उन्नतः इति शब्देन न ज्ञातुं शक्यते. इदानीम् उदाहरणं वदामि. उन्नतः वृक्षः इति यदा अहं वदामि तदा औन्नत्यगुणविशिष्ट औन्नत्यम् इति गुणः वृक्षे अस्ति इति शब्दे इति ज्ञानम् उन्नतः शब्देन प्राप्तुं शक्यते. यदा वृक्षः इति अहं वदामि चेत्, इदानीं पुनः नूतनवाक्यम् अहं वदामि, उन्नतः बालकः इति वदामि. इदानीं किं जातम्? औन्नत्यम् इति गुणः वृक्षे अस्ति इति बोधः नास्ति, बालके अस्ति इति बोधकः बोधः जायते इति कृत्वा तत्र केवलम् उन्नतः इति पदेन औन्नत्यगुणविशिष्ट किमपि पदार्थः अस्ति इत्येव ज्ञानं जायते, किन्तु सः पदार्थः कः इत्यस्मिन् विषये बोधः न जायत्येव इति तावत्पर्यन्तमेव तस्य सीमा. कियत् अवगन्तुं शक्यते उन्नतः इति शब्देन? औन्नत्यगुणविशिष्ट कश्चन पदार्थः अस्ति इति एव तत्र बोधः जायते. तदनन्तरं वृक्षः इति पदं वा बालकः इति पदं वा नो चेत् यत्किमपि अन्यपदार्थं पदार्थः वक्तव्यः द्रव्यं वक्तव्यः भवति तदा एव तादृशगुणः कुत्र वर्तते इति ज्ञानं भवति. केवलम् उन्नतः इति वदनेन तत्र औन्नत्यगुणविशिष्ट कश्चन पदार्थः अस्ति, किन्तु सः पदार्थः कः इत्यस्य बोधः यदा कदापि न जायते इति अत्र उक्तं. शिवराम महोदय, भवान् एव अग्रे अग्रिमपरिच्छेदमपि पठतु. आम् तदर्थम् एव उच्यते औन्नत्यरूपगुणेन युक्तम् इति अखण्डं यत् अस्ति तस्मिन् अखण्डे अर्थे एकादेशरूपेण औन्नत्यम् इति गुणः तत्र भवति. एकादेशः इत्युक्तौ एकः भागः. अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः. अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य भानं न भवति, वृक्षस्य बोधः न भवति. वृक्षस्य बोधः अपेक्षितः चेत् वृक्ष इति एव शब्दः प्रयोक्तव्यः. उन्नतः इति शब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इति एव बोधः अस्माकं भवति, न तु वृक्षस्य बोधः. तदेव स्पष्टमस्ति औन्नत्यरूपगुणेन युक्तमिति अखण्डं यत् अस्ति तस्मिन् अखण्डे अर्थे एकादशरूपेण औन्नत्यम् इति गुणः तत्र भवति. उन्नत इति शब्दे औन्नत्य इति गुणः तत्र एकादशरूपेण तत्र वर्तते. सः गुणः एकस्मिन् भागे, एकादश नाम एकस्मिन् भागे उन्नतशब्दस्य अर्थः औन्नत्ययुक्तकः पदार्थः. किन्तु केवल उन्नत इति वदनेन वृक्षस्य भानं न भवति. यावत्पर्यन्तं कः उन्नतः इति उल्लेखः तत्र न भवति तावत्पर्यन्तं तत्र पदार्थस्य ज्ञानं न भवति, किन्तु केवल औन्नत्यस्य एव तत्र ज्ञानं भवति उन्नत इति शब्देन. सत्यम्. अत्र प्रथमवाक्ये अखण्डं यत् अस्ति इति दत्तमस्ति खलु, तत्र अखण्डम् इत्युक्ते किम् इति उन्नत इति शब्दस्य पूर्ण अर्थे अखण्डे अर्थे एकादेशरूपेण औन्नत्यमिति गुणः तत्र भवति. तदर्थमेव उच्यते औन्नत्यरूपगुणेन युक्तम् इति अखण्डं यत्. अखण्डम् इत्युक्ते अत्र पदार्थः एव, वृक्षः इति पदार्थः भवितुमर्हति, बालकः इति पदार्थः भवितुमर्हति, तत् अखण्डमस्ति. तस्मिन् बहवः तस्मिन् पदार्थे द्रव्ये बहवः धर्माः सन्ति, तेषु धर्मेषु एकदेशः अस्ति औन्नत्यम् इति गुणः. औन्नत्यम् इति एकः गुणः अस्ति. अवगतम्. अनेकः गुणः भवितुम् अर्हति, तस्मिन् औन्नत्यमिति एकः गुणः. अनेकाः गुणाः इति केवलं नास्ति, यद्भवता उक्तं मया बुद्धं, किन्तु तत्र इदानीं न्यायवर्गे स्मः इति कृत्वा धर्मः इति वक्तव्यं. तस्य वैशिष्ट्यमपि वयं वक्तुं शक्नुमः. सत्यं. वैशिष्ट्येषु एकः अस्ति औन्नत्यम् इति. औन्नत्यं तस्य एकस्मिन् देशे वर्तते. अस्तु इति अस्ति अत्र. अतः उन्नतः इति शब्देन यद्यपि तद् गुणिवाचकशब्दः, किन्तु गुणविशिष्टगुणिवाचकशब्दः, तस्य सीमा भवति औन्नत्यम् इति गुणविशिष्ट कश्चन पदार्थः इति तावदेव बोधः जायते, न तु सः पदार्थः कः इत्यस्य बोधः न जायते. उन्नतशब्देन न भवति. इदानीं तदनन्तरम् उन्नतः वृक्षः इति वदामश्चेत् तत्र पदार्थः औन्नत्यम् इति गुणः वृक्षे अस्ति इति ज्ञातुं शक्यते. उन्नतः बालकः इति वदामश्चेत् औन्नत्यम् इति गुणः बालके अस्ति इति ज्ञातुं शक्यते इति अपेक्षितः अस्ति अन्य तत्र अन्यपदार्थस्य अपेक्षा अस्ति इति. अस्तु, धन्यवादः महोदय. सरला महोदय, क्षम्यताम्, अत्र अखण्डम् इत्युक्ते होल् इति वा? हा, तत्र वृक्षः इति इति द्रव्यमस्ति किल, पदार्थः अस्ति. सत्यं. तस्मिन् अखण्डं बहवः धर्माः सन्ति. इदानीं तत्र धर्माणां पृथक्करणम् अस्माभिः न क्रियते. वृक्षः इति सम्पूर्णतया स्वीकृतम्. अखण्डम् इति पदेन वृक्षः एव बोधितः अस्ति. गुणेन युक्तं, तत्र युक्तम् इति दत्तम् इति कृत्वा तत्र नपुंसकलिङ्गे अखण्डम् इति दत्तम्. औन्नत्यरूपे गुणेन युक्तं केवलं तत्र तत् अखण्डम् इत्युक्ते पदार्थः. पदार्थे केवलम् औन्नत्यरूपगुण पदार्थस्तु औन्नत्यगुण रूपगुणेन एव युक्तम् इति नास्ति. तत्र वृक्षत्वम् अस्ति, कम्पनम् इति क्रिया अपि अस्ति, बहु किमपि अस्ति तत्र. तादृश अखण्डम् इत्युक्ते होल्, तदेव होल्. धन्यवादः, धन्यवादः. हा, सरला भगिनी अग्रे पठति वा? अस्तु महोदय. तर्हि अग्रे, उन्नतः इति शब्दः धर्मीवाचकः किमर्थम् इति चेत् औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्युक्तं तादृशविद्यमानधर्मः वृक्षे, अतः वृक्षः धर्मी उन्नतः च तस्य सूचकधर्मी वाचकः. किन्तु वस्तुतः सः धर्मी कः इति उन्नतशब्देन न ज्ञायते, तदर्थं वृक्ष वक्तव्यः इति उन्नतः वृक्षयोः भेदः. उन्नतशब्दः सूचयति यस्मिन् धर्म अस्ति औन्नत्यं, तत् सूचयति धर्मीवाचकः. औन्नत्यम् अस्ति धर्म अपि जाति वा गुण इति वयं वदामः. सो औन्नत्यरूपगुणेन युक्त कश्चन पदार्थः. सो उन्नतशब्द यदि केवलं वदामः इत्युक्ते औन्नत्ययुक्त कश्चन पदार्थ इति वयं तस्य सङ्केतं भवति. औन्नत्ययुक्त कश्चन पदार्थः उन्नतः, केवलम् उन्नत वदनेन कोऽपि अन्य सूचना न आगच्छति मनसि. इत्युक्तं तादृशविद्यमानधर्मवृक्षे, अतः वृक्षधर्मी उन्नत च तस्य सूचकधर्मी वाचकः. यदि उन्नतशब्द शब्देन सह वयं वृक्ष योजयामः, उन्नतः वृक्ष इति भवति. सो वृक्षे अस्ति औन्नत्यं धर्म. सो सूचयति धर्मवाचकशब्द अपि वयं वदितुम् उक्तुं शक्नुमः. न केवलं गुणवाचक परधर्मीवाचक अपि इति सूचयति, कारणं कि औन्नत्यं तस्य धर्म अस्ति उन्नतशब्दवदनेन. सो विद्यमानधर्मवृक्षे धर्मी, सो वृक्ष भवति धर्मी. यस्मिन् धर्म अस्ति धर्मी इन् प्रत्यय युजित्वा धर्मिन् धर्मी इति भवति. सो धर्मवाचकशब्दः भवति. वृक्ष इति तस्य सूचकं भवति. किन्तु वस्तुतः सः धर्मी कः इति उन्नतशब्देन न ज्ञायते, तदर्थं वृक्ष वक्तव्य इति उन्नतः वृक्षयो भेदः. सो केवलं यदि वृक्ष वदामः तस्य उन्नत न वदामः तत् केवलं वृक्षतः कोऽपि तस्य विशिष्टधर्मः न सूचयति. उन्नतवृक्ष यदि वदामः तत् सूचयति वृक्षे यः औन्नत्यं धर्म अस्ति. सो तत् औन्नतं भवति गुणिवाचकशब्द अपि उन्नत सूचयति वृक्ष एव. सो अपि तृतीयं भावं भवति यस्मिन् औन्नत्यधर्म अस्ति सो धर्मीवाचकशब्दः अपि वयं वक्तुं शक्नुमः. किन्तु उन्नत केवलं न वक्तुं तस्य अर्थं किं न भवति, तस्य सहित तेन सहित अन्यपदार्थ अपि आवश्यकं तस्य अर्थ पूरणार्थम्. सत्यं, तत्र उन्नतः इति शब्दः धर्मीवाचकशब्दः एव. किमर्थम् इत्युक्ते तत्र पुनः पुनः एतदेव महोदयेन उक्तम्, उन्नतः वृक्षे अस्ति इति यदा कदापि न वक्तुं शक्यते इत्यतः उन्नतः इति शब्दः धर्मीवाचकशब्दः इति तु अस्ति. तत्र केवलं धर्मीवाचकशब्दः, वृक्षः इव धर्मीवाचकशब्दः नास्ति इत्येव अत्र मुख्य अंशः. यद्यपि उन्नतः इति शब्दः धर्मी एव सूचयति, वृक्षः इति शब्दः एव अपि धर्मी एव सूचयति, किन्तु वृक्षः इति शब्देन तत्र साक्षात् यः पदार्थः अस्माकं पुरतः अस्ति तत् ज्ञातुं शक्यते. किन्तु वृक्षः इति शब्देन कीदृशगुणविशिष्टवृक्षः सः इति न ज्ञातुं शक्यते केवलं वृक्षः इति पदेन. पुनः उन्नतः इति शब्देन वृक्षः एव सूचितः, धर्मी एव सूचितः. उन्नतः इति पदमपि धर्मीवाचकशब्दः एव, किन्तु केवलम् उन्नतः इति शब्देन औन्नत्यगुणविशिष्ट कश्चन पदार्थः इति एव ज्ञातुं शक्यते, किन्तु सः पदार्थः कः इति ज्ञातुं शक्यते इति पदद्वयोः सीमा अस्ति. वृक्षः इति पदेन तत्र अस्माकं पुरतः यः वृक्षः अस्ति तद् ज्ञातुं शक्यते, किन्तु कीदृशगुणविशिष्टः तद् तत्र तद् तस्मिन् औन्नत्यम् अस्ति वा, कृशत्वम् अस्ति वा, स्थूलत्वम् अस्ति वा इति एतादृश गुणाः, कीदृशगुणाः तस्मिन् वृक्षे वर्तते इति ज्ञातुं शक्यते वृक्षः इति पदेन. अपि च उन्नतः इति पदेन औन्नत्यगुणविशिष्ट कश्चन पदार्थः इति तावदेव ज्ञातुं शक्यते, किन्तु सः पदार्थः कः इति ज्ञातुं शक्यते इति उन्नतः अपि च वृक्षः इति पदद्वयोः मध्ये अर्थभेदः अस्ति इति बोधनार्थमेव महोदयः एतादृशप्रयत्नं करोति. अस्तु, अग्रे अपि पठति महोदय. अत्र प्रश्नः अस्ति, अत्र उन्नतः इति शब्दः धर्मीवाचकः इति अस्ति, अत्र धर्मीवाचकः धर्मी, अत्र वृक्षः धर्मी इति इणि प्रत्यये योजयित्वा अवगच्छामि पत्र, परन्तु अत्र उन्नतः धर्मी अत्र प्रत्ययः कः, अत्र कीदृशरूपम् अस्ति अत्र धर्मीवाचकः? न जाने भगिनि. धर्मस्य आधार अधिकरणमस्ति वृक्षः, धर्मी भवति वृक्षः. धर्मिन् धर्मिन् इति अस्ति चेत् धर्मत्यम् औन्नत्यं वृक्षे अस्ति, सो तत् धर्म वृक्षे अस्ति, सो वृक्षधर्मी भवति. तत्र प्रश्नः कः पुनः वदतु भगिनि प्रायः. अत्र धर्मीवाचकः इति अस्ति, अत्र धर्मी इति अत्र कीदृशरूपम् अस्ति इति नावगच्छामि. धर्मी इति उपरि महोदय लिखितवान् बलवान् बलि अपि तत्र लिखितवान्. तद् अवगच्छामि भगिनि, धर्मी इति अवगच्छामि, वृक्षः धर्मी इति अवगच्छामि, परन्तु उन्नतः धर्मीवाचकः इत्यत्र ह्रस्व इकारः उपयुज्य धर्मीवाचकः, अत्र किमर्थं ह्रस्व इकारः अत्र किं सूचयति इति नावगच्छामि. धर्मीवाचकः अत्र इदानीं तत्र धर्मीवाचकः इति समस्तपदमस्ति. धर्मिन् इति शब्दः, इदानीं धर्मिन् इति शब्दस्य प्रथमविभक्तिरूपं तत्र सु इति प्रत्ययं योजयामश्चेत् तत्र अन्य कार्यं कृत्वा तत्र धर्मी इति प्रथमाविभक्तिः एकवचनरूपं, यथा गुणिन् शब्दस्य गुणि इति रूपं भवति तादृशं धर्मिन् दीर्घ इकारः भवति. तत्र सूत्रमस्ति दीर्घ इकारस्य. तदवगच्छ इदानीं तत्र समस्तपदं समस्तपदम् अस्माभिः निर्माणं कर्तव्यम् इति चेत् तत्र प्रथमसोपानं भवति अलौकिकविग्रहवाक्यस्य निर्माणम् इति. किञ्चित् विषयान्तरमस्ति किन्तु प्रायः निमिषद्वयेन एतद् वदामि यद् मया ज्ञातं. तत्र धर्मीवाचकः इति समस्तपदमस्ति. तत्र पदद्वयं विद्यते, धर्मिन् इति पदं, वाच वाचक इति पदम्. इदानीं तत्र अलौकिकविग्रहवाक्यम् इत्युक्ते तत्र धर्मिन् योगः सु योगः वाचक योगः सु इति प्रथमं, तदेव प्रथमसोपानं भवति. तदनन्तरं द्वितीयसोपानं प्रति प्रत्ययस्य सुप्रत्ययानां त्यागः इति. तत्र धर्मिन् योगः वाचक इति तत्र नूतनप्रातिपदिकम् अस्माभिः निर्मातं भवति, धर्मिन् वाचक. तदनन्तरं पुनः तत्र पूर्वपदस्य कानिचन नियमाः सन्ति. तत्र धर्मी, धर्मिन् इति शब्दं धर्मी नकारलोपः भवति तत्र नलोपप्रातिपदिकान्तस्य इति. इदानीं धर्मिन् इति अपि प्रातिपदिकम् इति कृत्वा तस्य नकारलोपः भवति. इदानीं धर्मी एव अवशिष्यते तत्र. इदानीं नूतनप्रातिपदिकं भवति धर्मीवाचक इति, तस्य प्रथमा विभक्तिरूपं भवति धर्मीवाचकः इति. अस्तु महोदय, अवगच्छामि. अत्र विशेषणविशेषभावः अस्ति इति कृत्वा प्रथमवक्तमस्ति. अस्तु, अवगच्छामि. अधो भगिनी तथैव दत्तमस्ति, गुणिवाचक गुणी शब्दस्य अस्ति. सत्यं भगिनि, सत्यम्. अपि च अत्र अत्र किमर्थं ह्रस्वः इति तत्र समासप्रक्रियायां तादृशरूपं भवति. सत्यं, धन्यवादः महोदय. अस्तु, अग्रे सरला भगिनी भवती एव. उन्नतः शब्दः गुणिवाचकः एव न तु गुणवाचकः इति सत्यं. तथापि उन्नतशब्देन गुणीकः इति उन्नतशब्देन न ज्ञायते. पदार्थः, वृक्षः या पुरुषः वा बालकः वा कुक्कुरः वा इति यावत् विशेषवाचकशब्दः न उच्चार्यते तावत् न बोध्यते. इदानीं उन्नतशब्दः गुणिवाचकः अस्ति, किन्तु न तु गुणवाचकः. गुणिवाचकः इत्युक्ते तद् विशेष इति सूचयति. यथा उन्नतवृक्षः अस्ति, वृक्ष एव सूचयति उन्नतशब्दः. किन्तु गुणी न उन्नत, केवलम् उन्नतवदनेन कोऽपि अर्थं न ज्ञायते. तस्य उन्नतशब्दस्य उन्नत शब्देन सह अन्यपदार्थः अपि युक्त भवति. तदा उन्नत अतं दत्तमस्ति उन्नतवृक्ष कः गुण कस्मिन् अस्ति तस्य सूचना तस्य पदार्थ यदि वयम् उन्नतशब्दस्य योगे वदामः तत् पूर्णतया अर्थम् आगच्छति. उन्नतवृक्ष, उन्नतपुरुष वा उन्नतबालक, उन्नतकुक्कुर इति विशेषवाचकशब्दः अपि इति न यदि न उच्चारयामः तत् उन्नत केवलं न केवलम् अर्थं न सूचयति गुणीकः अस्ति. तावत् इति यदा पूर्वं धर्मीवाचक तथा गुणिवाचक इति सूचयति. किन्तु गुणी तस्य पदार्थस्य वक्तव्यं तस्य सह तेन सह. तत्र उन्नतः शब्दः गुणिवाचकः एव न तु गुणवाचकः इति किमर्थं दत्तम् इति चेत् तत्र उन्नतः वृक्षे वर्तते इति यदा कदापि न वक्तुं शक्यते इत्यतः तत् गुणिवाचकशब्दः एव. किन्तु केवलं गुणिवाचकशब्दः इति नास्ति, तत्र गुणविशिष्टगुणिवाचकशब्दः इति एव अत्र बोधः. अस्तु, अग्रे. अस्तु, विशेषभूतः यः वृक्षः सः वृक्षशब्देन बोध्यते, औन्नत्यरूपं यः गुणः स उन्नतशब्देन बोध्यते, उन्नतशब्दः वस्तुतः गुणवाचकः न, किन्तु उन्नतशब्दस्य यः अर्थः गुणविशिष्ट यः गुणी तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते, अतः एव वदामः उन्नतशब्दः विशेषणवाचकः। पुनः तत् दत्तमस्ति वृक्षः विशेषभूतः अस्ति, विशेषम् अस्ति वृक्षः, औन्नत्यं तस्मिन् गुणः अस्ति, यद् वृक्ष यस्मिन् औन्नत्यं गुणः अस्ति तत् भवति उन्नतशब्द शब्देन तस्य बोधं जायते, मीन्स् अन्यान् वृक्षान् तत् अन्येभ्यः वृक्षेभ्यः तत् पृथक् करोति, औन्नत्यं यस्मिन् यस्मिन् वृक्षे अस्ति तत् उन्नतशब्दवदनेन उन्नतः गुणी सूचयति, यस्मिन् तद् गुणः अस्ति विशेषं सूचयति, सो उन्नतशब्दवस्तुतः गुणवाचकः न, सो उन्नतशब्दः के गुणवाचकः नास्ति, विशेषणवाचकः नास्ति, धर्मवाचकः नास्ति, किन्तु उन्नतशब्दस्य गुणविशिष्टः गुणी यः तत् कीदृशगुणी यस्मिन् गुणविशिष्ट औन्नत्यम् अस्ति तत् उन्नतः सूचयति, तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते, सो गुणविशिष्टगुणी एकदेशवृत्तित्वं यथा भवान् पूर्वम् उक्तवान् वृक्ष यदि पदार्थ उन्नत सहे उन्नत शब्देन सह वदामः वृक्षे बहवः धर्माः सन्ति, यथा वृक्षत्वं द्रव्यत्वं पृथ्वीत्वम् अन्ये, किन्तु एकदेशवृत्तित्वम् औन्नत्यमपि वृक्षे अस्ति, सो औन्नत्य एकदेशरूपेण औन्नत्यं तस्मिन् वृक्षे अस्ति, सो तस्य बोधम् उन्नतशब्दवदनेन इति आगच्छति, सो विशेष उन्नतशब्द विशेषणवाचकः अपि अस्ति। हा हा, तत्र अत्र सारांशः एवमेव अस्ति, गुणविशिष्टगुणिवाचकशब्दः उन्नतः इति शब्दः इति एकदेशरूप गुणि एव बोधयति, हा किन्तु सः गुणि कः इति न बोधयति, अपि च औन्नत्यम् इति गुणेन विशिष्ट कश्चन गुणि अस्ति इति, तदेव तस्य सीमा अस्ति इति, तावदेव। धन्यवादः भगिनि। बालसुब्रह्मण्य महोदय, भवान् अग्रे पठितुमिच्छति वा? लोके प्रयोगः भिन्नः, लोके प्रयोगः भिन्नः किमर्थमिति चेत् तत्र उन्नतशब्देन कस्य बोधः इत्युक्ते औन्नत्य रूपगुणस्य बोधः भवति इत्यतः, लोके उन्नतशब्दः विशेषणमिति एव तत्र प्रयोगः भवति, किन्तु प्रयोगसमये वस्तुतिभिः वस्तुस्थितिः बुद्धिमता अवगम्येत यत् उन्नतशब्दः विशेषणवाचकः न तु विशेषणम्। लोके महोदय, अत्र अग्रिम तत्र किञ्चित् अस्ति किल औन्नत्यं विशेषणं, तदपि पठित्वा तत् यल्लिङ्गं न पठतु, तावत्पर्यन्तं पठित्वा किमर्थमिति तत्र उदाहरणमस्ति इति कृत्वा। औन्नत्यं विशेषणं प्रतिपा उन्नतः विशेषणवाचकः, वृक्षः विशेष्यवाचकः, श्लोकमस्ति यल्लिङ्गं यद्वचनं याच विभक्तिः विशेष्यस्य, तदनन्तरं पठामः महोदय, तावत्पर्यन्तं वृक्षः विशेष्यवाचकः। सो आरम्भतः लोके प्रयोगः भिन्नः, सामान्यतया उपर्युक्तं यः इति लोके प्रयोगे व्यावहारिके भिन्नः किमर्थं चेत् उन्नतशब्देन इत्युक्ते लोकव्यवहारे उन्नतशब्देन कस्य बोधः इत्युक्ते औन्नत्यरूपगुणस्य बोधः औन्नत्यरूपगुणस्य बोधः औन्नत्यम् इति गुणं तस्य बोध सत्यं बोधः भवति इत्यतः लोके उन्नतशब्दः विशेषणमिति एव सो व्यावहारिके औन्नत्यं विशेषणम् इति उपयुज्यते न परन्तु उन्नतशब्दः विशेषणम् इति सामान्यतया व्यावहारिके उपयुज्यते लोकव्यवहारम् एवमेव भवति किन्तु प्रयोगसमये वस्तुस्थितिः बुद्धिमता अवगम्येत यत् उन्नतशब्दः विशेषणवाचकः न तु विशेषण सो परन्तु प्रयोगसमये यदा वयम् उन्नत्यमुन्नतः एतानि वार्तानि प्रयोजयामः वस्तुस्थितिः बुद्धिमता उपयुज्यं भवेत् सो साधु अर्थम् अवगमनं भवेत् एतत् प्रकारम् उपयुज्यं भवेत् हा तत्र लोके उन्नतः इति शब्दः उन्नतः वृक्षः इति वाक्ये उन्नतः कीदृशपदम् इत्युक्ते सर्वे वदन्ति विशेषणपदम् अपि च वृक्षः इति विशेष्यपदम् इति सर्वे स्वीकुर्वन्ति किन्तु इदानीं यद् अस्माभिः अधीतं तद् आधारेण महोदय लिखति बुद्धिमता अवगम्येत इति वयं इति तत्र पश्यतु इदानीं तत्र विशेषणम् इति स्वीकर्तव्यम् अस्ति चेत् तत्र एकं पदं विशेषणम् अस्ति वा न वा इति निर्णयार्थं तत्र परीक्षा का इति चेत् एतादृशं वाक्यं निर्मातुं शक्येत एतादृशम् इत्युक्ते औन्नत्यं वृक्षे वर्तते इति विशेषणं विशेष्ये वर्तते इति तादृशं वक्तुं शक्यते चेदेव तत्र विशेषणम् इति भवितुम् अर्हति अत्र औन्नत्यं वृक्षे वर्तते इति वक्तुं शक्यते अतः औन्नत्यं विशेषणं भवति इदानीं तत्र उन्नतः वृक्षे वर्तते इति यदा कदापि न वक्तुं शक्यते इति कृत्वा तत्र उन्नतः इति शब्दः धर्मीवाचकः गुणीवाचकः एव किन्तु विशेषणं नास्ति किन्तु उन्नतः इति शब्देन कीदृश तत्र औन्नत्यगुणविशिष्ट कश्चन पदार्थः इति बोधः जायते इति कृत्वा तत् औन्नत्यम् इति विशेषणस्य वाचकपदं भवितुं तु अर्हति अतः उन्नतः इति शब्दः विशेषणवाचकपदं भवति उन्नतः इति शब्देन कः किं विशेषणं ज्ञायते इति चेत् औन्नत्यम् इति विशेषणं ज्ञायते औन्नत्यम् इति विशेषणं बोधितं भवति उन्नतः इति शब्देन अपि च वृक्षः तु साक्षात् विशेष्यवाचकशब्दः तत्र किमपि क्लेशः नास्ति अस्माकम् इति अस्ति तत्र इदानीं तत्र बुद्धिमता कथं वा इतः परं वक्तव्यम् इति चेत् उन्नतः वृक्षः इत्यत्र उन्नतः इति शब्दः कीदृशः इत्युक्ते विशेषणम् इति यदा कदापि इतः परं न वक्तव्यम् अस्माभिः वक्तव्यम् उन्नतः इत्युक्ते किं विशेषणवाचकपदम् इति एव वक्तव्यं. विशेषणं किम्? औन्नत्यम् इति विशेषणं. तस्य वाचकपदं भवति उन्नतः इति शब्दः. इदानीम् औन्नत्यं कुत्र वर्तते? वृक्षे वर्तते इति कृत्वा वृक्षः इति पदं विशेष्यवाचकपदं भवति. तदेव अत्र सारांशः. अग्रे पठति वा? औन्नत्यं विशेषणम्, उन्नतः विशेषणवाचकः, वृक्षः विशेष्यवाचकः इति श्लोकमस्ति. यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि. एतन्वाक्यं वार्तिकवाक्यं वा महोदय? न जानामि, न जानामि. तत्र एतादृश सम्प्रदाये एतादृश श्लोकमस्ति, यल्लिङ्गं यद्वचनं वा या च विभक्तिः विशेष्यस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि भव भवेत् इति नियमः उक्तः. द्वयः अस्ति, विशेषणं विशेषमस्ति, तत्र विशेष्यस्य लिङ्गं वचनम् अपि च विभक्तिः, तानि एव विशेषणस्य अपि भवेत् इति नियमः. सत्यम्. अनेन विशेष्यवाचकस्य विशेषणवाचकस्य विशेषणवाचकस्यापि इति येषां भाषा किञ्चित् प्रगता तैः अवगम्येत. सौकर्यार्थं प्रारम्भिकस्तरीयवर्गेषु अस्य श्लोकस्य पठनेन न दोषः, किन्तु ये इतोपि अधीतवन्तः तैः अपि तथा बुध्यते चेत् दोष एव. किन्तु ये इतोपि अधीतवन्तः तैः अपि तथा बुध्यते चेत् दोषः एव. श्लोकस्य उच्चारणसमये जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम्. विशेषणस्य विशेष्यस्य इति भाषा प्रगता तैः अवगमनं भवेत् एव. प्रगता इति किञ्चित् प्रगता, किञ्चित् पुरतः गतः चेत् वा? प्रगता इत्युक्ते बुद्धिमता. येषां भाषा किञ्चित् प्रगता, न प्रगता इत्युक्ते येषां ज्ञानं नास्ति इति, तत्र एतादृशचिन्तनस्य ज्ञानं नास्ति. प्रगता इत्युक्ते यः प्रारम्भस्तरीये सन्ति तेषां विषये एतादृश अवगमनं भवति, किन्तु येषां ज्ञानम् इतोपि उपरि आगतम् अस्ति ते किं वदन्ति? तत्र यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि भवेत् इति नियमः ते न स्वीकुर्वन्ति. यदि ते स्वीकुर्वन्ति ज्ञानस्य अनन्तरमपि तद्दोषाय इति अत्र उक्तम्. किन्तु ये इतोपि अधीतवन्तः तैरपि तया बुध्यते चेत् प्रगता इत्युक्ते अड्वान्स् इति खलु, एकनिमिषं. तत्र विशेषण विशेष्यवाचकस्य विशेषणवाचकस्यापि इति येषां भाषा किञ्चित् प्रगता तैः अवगम्येत, ओ अवगम्येत इति अस्ति, अवगम्यते इति नास्ति, तादृशं मया पठितम् अतः. प्रगता इत्युक्ते अड्वान्स्ड्, अग्रे गतं येषां, तत्र बुद्धिमता एव. ये बुद्धिमताः सन्ति ते एतादृशम् अवगम्येत इति अस्ति. एतादृशम् इत्युक्ते कीदृशं? तत्र यल्लिङ्गं यद्वचनं या विभक्तिः विशेष्यस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः एव विशेषणस्य भवेत् इति ते यदा कदापि वदन्ति इतः परम्. येषां बुद्धिः प्रगता इत्युक्ते तत्र किञ्चित् अड्वान्स्ड् अस्ति ते कीदृशं वदन्ति इत्युक्ते तत्र औन्नत्यं वृक्षे अस्ति इति कृत्वा तत्र असमानाधिकरणमेव समीचीनम् इति ते स्वीकुर्वन्ति. समानाधिकरणं विशेषणविशेषयोः मध्ये समानाधिकरणं यदा कदापि न स्वीकुर्वन्ति. श्लोकस्य उच्चारणसमये जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम्. तर्हि महोदय अत्र व्याकरणे तथा एव अस्ति वा? अत्र व्याकरणे भिन्नचिन्तनम् अस्ति खलु? इति अस्ति अत्र अत्र मुख्य सिद्धान्तः एतदेव समानाधिकरणम् असमानाधिकरणम् इति तदेव विषयः. अत्र पृथिवी गन्धवती पृथिवी इति लक्षणवाक्ये समानाधिकरणं विद्यते, किन्तु पृथिव्याः लक्षणं गन्धवत्वम् इत्यत्र समानाधिकरणं नास्ति. इदानीम् अस्माकं प्रकृतविषयः विद्याधरी मूलग्रन्थे प्रकृतविषयः कः? अनयोः मध्ये पृथिवी गन्धवती पृथिवी अपि च गन्धवत्वं पृथिव्याः लक्षणम् इति लक्षणवाक्यद्वये भेदः कः इति एव. इदानीं येषां ज्ञानं प्रगता अस्ति ते किं वदन्ति? पृथिव्याः न गन्धवत्वं पृथिव्याः लक्षणम् इति एव समीचीनम् इति एव वक्तव्यम् इति तेषां मतं भवति. यदा गन्धवती पृथिवी इति वाक्ये दत्तमस्ति तथापि तेषाम् अवगमनम् एतादृशमेव भवति, गन्धवत्वं पृथिव्याम् अस्ति, पृथिव्याः लक्षणं गन्धवत्वं, गन्धवत्वं पृथिव्याः लक्षणम् इति एव ते किञ्चित् जवनिकायाः पृष्ठतः गत्वा एतादृशं वाक्यं तु किमस्ति? गन्धवती पृथिवी इति समानाधिकरणरूपेण एव विशेषणं विशेष्यम् इति दत्तमस्ति वाक्ये, किन्तु येषां ज्ञानं प्रगता अस्ति ते किं कुर्वन्ति? तत्र जवनिकायाः पृष्ठतः किञ्चित् गत्वा कथं वा वाक्यस्य अवगमनं कुर्वन्ति इति चेत् पृथिवीत्वं क्षम्यतां गन्धवत्वं पृथिव्याः लक्षणम् इति ते अवगच्छन्ति इति अत्र दत्तमस्ति. अत्र किमपि सन्देहः वर्तते वा? कथम् एतत् श्लोकं तस्य अर्थस्य अर्थं सूचयति? न अत्र अत्र श्लोकं किमर्थं दत्तमिति चेत् तत्र येषां ज्ञानं प्रारम्भिकस्तरे अस्ति ते एतादृशं वदन्ति, यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि इति प्रारम्भिकस्तरीयवर्गेषु एव अस्य अस्य श्लोकस्य प्रयोगः. तादृशम् आरम्भस्तरे वदामश्चेत् तत्र दोषः नास्ति. इदानीम् अस्माकं ज्ञानं तु प्रगता अस्ति, प्रगतम् अस्ति इति कृत्वा इदानीमपि तादृशं वयं वदामश्चेत् तत्र दोषाय एव इति अस्ति. तत्र श्लोकं यद्वदति तद् भवतु, किन्तु तस्मिन् अन्तर्भूतविषयः कः इति ज्ञात्वा तदेव अत्र उक्तं, जवनिकायाः पृष्ठतः वस्तुस्थितिः का इति अस्माभिः अवश्यं ज्ञेयम् इति. अतः एव मया उक्तं गन्धवती पृथिवी इति मूलग्रन्थे तर्कसङ्ग्रहग्रन्थे गन्धवती पृथिवी इति एव दत्तमस्ति. अस्माकम् अवगमनं कीदृशं भवेत्? गन्धवती पृथिवी इति साक्षात् अवगमनं मास्तु, तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति अवगन्तव्यं भवति. किमर्थमित्युक्ते गन्धवत्वम् एव धर्मः, तदेव विशेषणं भवितुमर्हति. गन्धवती इत्युक्ते तत्र विशेष्य गुणी धर्मीवाचकशब्दः एव इति अस्ति. अस्तु, धन्यवादः महोदय. पृष्ठतः इति किञ्चित् स्मारणीयं, तत्र जवनिका इत्युक्ते कर्टन्. इदानीं तत्र जवनिकाया पृष्ठतः इत्युक्ते बेक् आफ् दि कर्टन् तत्र बेक् आफ् दि कर्टन् इत्युक्ते कथं वा अहं वदामि बिहैण्ड् द कर्टन्स् हा बिहैण्ड् द कर्टन्स् बिहैण्ड् द कर्टन्स् इतोपि किञ्चित् तत्र ज्ञानमस्ति तदेव अस्माभिः स्वीक्रियते इति उक्तम् तावदेव अस्तु धन्यवादः महोदय इदानीं जयन्त् महोदय भवान् पठितुमिच्छति वा तद्वाचकशब्दः इति जयन्त् महोदय अस्ति वा भवान् म्यूट् मध्ये अस्ति अहमपि अन्म्यूट् कर्तुं न अशक्यः इदानीं महोदय मम वर्गे अपि जयत् महोदय म्यूट् मध्ये एव भवति ओहोहो इति वा अस्तु भवतु हा इदानीं तत्र पुनः भानु चैतन्यमहोदय भवान् पठति वा तज्वाचकशब्दः इति आं महोदय तद्वाचकशब्दः उन्नतः वृक्षः इति वाक्ये वृक्षस्य विशेषणद्वयम् इत्युक्तम् औन्नत्यम् इति एकं विशेषणं वृक्षत्वम् इति अपरं विशेषणम् औन्नत्यम् इति विशेषणं केन पदेन बोध्यते तद्वाचकः शब्दः कः तद्वाचकः शब्दः उन्नतः इति एव उन्नतपदेन एव औन्नत्यं बोध्यते तर्हि वृक्षत्वम् इति यत् विशेषणं तद्वाचकः शब्दः कः तद्वाचकः शब्दः वृक्षः इति शब्दः एव तत् कथम् इति चेत् वृक्षः इति शब्देन पदार्थत्रयं बोध्यते प्रथमः वृक्षः इति जीवः द्वितीयः वृक्षत्वम् इति वृक्षे विद्यमाना जातिः कुत्रचित् धर्मः इति एव वक्तव्यं भवति अत्र स च धर्मः जातिः एव तृतीयः वृक्षत्वयोः मध्ये विद्यमानः सम्बन्धः अत्र समवायसम्बन्धः इति एते त्रयः अंशाः वृक्षशब्देन बोध्यन्ते तत्र आं महोदय उन्नतः वृक्षः इति वाक्येन किम् उक्तम् इति दृश्यते तत्र औन्नत्यम् इति एकं विशेषणं वृक्षत्वेन अपरं विशेषः उन्नतः तु वृक्षः एव सूच्यते इति वयं जानीमः औन्नत्यं तु विशेषणं वृक्षत्वम् अपि धर्मः तदपि विशेषणम् एव औन्नत्यम् इति विशेषणं कथं बोध्यते वाचकः शब्दः अपि किम् इति कः इति औन्नत्यम् इति यद् पदमस्ति तद् वाचकशब्द उन्नतः एव उन्नतः वृक्षः इति औन्नत्यम् उन्नतः औन्नत्यमपि सूचयति तर्हि वृक्षत्वम् इति अपि यद् पदम् अस्ति तदपि किं तत्तु विशेषणं तस्य वाचकः शब्दः कः तस्य वाचकः शब्दः वृक्षः उन्नतः औन्नत्यस्य सूच्यते वृक्षः अपि वृक्षत्वम् इति यदस्ति तद् सूचयति एतत् पदं यदस्ति तद् अर्थत्रयं बोध्यते वृक्ष इत्युक्ते पदार्थत्रयं बोध्यते प्रथमतया जीवः यदस्ति तद् वृक्षः एव तद् वृक्षः इत्युक्ते वृक्षः एव तद् यद् जीवः अस्ति तद् सूच्यते द्वितीय वृक्षे वृक्षत्वम् अस्ति इति वृक्षत्वम् इति धर्मः वा जातिः वा एतत् सूच्यते द्वितीयरीत्या. तृतीय वृक्षमस्ति वृक्षत्वम् अस्ति वृक्षवृक्षत्वयोः मध्ये सम्बन्धः अस्ति. तद् वयं पूर्वं यदुद्देशग्रन्थः पठितवन्तः तद् जानीमः. तत् समवायसम्बन्धः धर्मीधर्म्यः इति एतत्त्रय अंशः वृक्षशब्देन बोध्यन्ते. वृक्षः इत्युक्ते एतत्त्रयं ज्ञातुं शक्यते. हा सम्यक् महोदय. अत्र तद् वाचकशब्दः इति शीर्षकमस्ति. इदानीं तत्र तद् इति पदेन यत्किमपि तद् इति सर्वनामशब्दः अनेन पदेन यत्किमपि स्वीकर्तुं शक्यते. इदानीं तत्र औन्नत्यम् इति गुणः स्वीकुर्मः, तद् इति शब्देन औन्नत्यम् इति गुणः स्वीकुर्मश्चेत् औन्नत्यगुणस्य वाचकपदं किं भवति इत्युक्ते उन्नतः इति शब्दः. अतः उन्नतः इति शब्दः औन्नत्यगुणवाचकशब्दः भवति. तदेव तद्वाचकशब्दः इति. उन्नतः इति शब्दः औन्नत्यम् इति गुणम् औन्नत्यम् इति विशेषणस्य वाचकशब्दः भवति इति प्रथमम्. द्वितीयम्, इदानीं वृक्षः इति शब्दः अस्ति, तद् कस्य वाचकपदम् इत्युक्ते विशेष्यवाचकपदम् इति तु वयं जानीमः, किन्तु इतोपि तत्र किञ्चित् अस्ति. किम् इत्युक्ते तत्र वृक्षे वृक्षत्वम् इति जातिः अस्ति. अनेन अन्येभ्यः वस्तुभ्यः विजातीयवस्तुभ्यः वृक्षः वृक्षं पृथक् करोति. वृक्षः इति शब्दः, वृक्षः इति शब्दे वृक्षत्वं, वृक्षः इति पदार्थे वृक्षत्वम् इति जातिः अस्ति. जातिः अपि विशेषणत्वेन कार्यं करोति. कीदृशकार्यं? पृथक्करणम् इति कार्यं तत् करोति. विजातेभ्यः वस्तुभ्यः पृथक्करणं करोति वृक्षत्वम् इति जातिः. इदानीं वृक्षत्वम् इति जातिः सः धर्मः अपि. वृक्षत्वम् इति धर्मः, वृक्षत्वम् इति जातिः वृक्षे वर्तते. इदानीं वृक्षत्वम् इति विशेषणम् अस्ति. वृक्षत्वम् इति विशेषणस्य वाचकपदं किं भवति? वृक्षः एव भवति. अतः वृक्षः इति शब्देन केवलं विशेष्यं बोधितं नास्ति, केवलं विशेष्यम् एव बोधितम् इति नास्ति, किन्तु विशेषणमपि बोधितम् अस्ति. कीदृशविशेषणम् इत्युक्ते वृक्षत्वम् इति जातिः बोधितं भवति. किमर्थं? वृक्षत्वं वृक्षे अस्ति इति कृत्वा, अपि च वृक्षत्वम् अन्येभ्यः वस्तुभ्यः वृक्षस्य पृथक्करणं करोति इत्यतः तदपि विशेषणत्वेन कार्यं कर्तुं शक्यते इति कृत्वा तत्र वृक्षः इति शब्देन वृक्षत्वम् अपि बोधितं भवति इति कृत्वा वृक्षः इति शब्दः तत्र विशेषणवाचकपदम् अपि भवितुम् अर्हति. वृक्षत्वम् इति विशेषणस्य वाचकपदं भवति वृक्षः इति पदम् इति तत्र द्वितीय अर्थः भवति. वृक्षः इत्यनेन यः वृक्षः, यः पदार्थः अस्माकं पुरतः अस्ति तस्य बोधः जायते इति तु एकम्. इदानीं वृक्षत्वम् इति जातिः तस्मिन् वृक्षे वर्तते इति कृत्वा वृक्षत्वम् इति विशेषणस्य वाचकपदमपि भवति वृक्षः इति शब्दः. अतः वृक्षः इति शब्दः विशेषणवाचकपदमपि भवति इति अस्ति इति बोधः जायते. पुनः तृतीयबोधः कः इत्युक्ते वृक्षत्वम् इति जातिः वृक्षे समवायसम्बन्धेन वर्तते. जातिव्यक्तयोः मध्ये समवायसम्बन्धः अस्ति इति अस्माभिः पूर्वम् अधीतम्. तत्र पञ्च स्थलेषु समवायसम्बन्धः भवितुमर्हति. अवयव अववि अवयविनोः मध्ये, गुणगुणिनोः मध्ये, क्रियाक्रियावतयोः मध्ये, जातिव्यक्तयोः मध्ये, विशेषनित्यद्रव्ययोः मध्ये समवायसम्बन्धः भवितुमर्हति इति अस्माभिः पूर्वम् अधीतं. तत्र स्मारकार्थम् एतद् मया उक्तम्. अत्र अस्माकं प्रकृतविषये विवक्षा का इति चेत्, जातिव्यक्ति, इदानीं वृक्षत्वम् इति जातिः, वृक्षः इति व्यक्तिः, जातिः व्यक्ते व्यक्त्याम् अस्ति इति कृत्वा तत्र कीदृशसम्बन्धः सम्बन्धेन अस्ति इति पृष्टे सति समवायसम्बन्धेन अस्ति इति कृत्वा इदानीं वृक्षः इति पदेन किं किं बोधितम् इति चेत्, वृक्षः इति विशेष्यं बोधितं भवति, वृक्षत्वम् इति विशेषणं बोधितं भवति, अपि च विशेषणविशेष्ययोः यः सम्बन्धः अस्ति समवायसम्बन्धः तदपि बोधितम् अस्ति इति अंशत्रयाः वृक्षशब्देन बोध्यन्ते इति अस्मिन् परिच्छेदे दत्तमस्ति. तत्र साक्षात् इतः पूर्वं वृक्षः इति शब्देन अस्माभिः किम् अवगम्यते इति चेत् तत्र पदार्थः एव विशेष्यमेव अवगम्यते. किन्तु इदानीं पुनः अस्माभिः किं कृतं, जवनिकाया पृष्ठतः गत्वा तत्र केवलं वृक्षः इति शब्देन केवलं पदार्थः एव न बोधितः इति नास्ति, विशेष्यमेव बोधितम् इति नास्ति, किन्तु तस्मिन् विद्यमानधर्मः अपि बोधितं, धर्मः अपि च धर्मिणोः मध्ये यः सम्बन्धः अस्ति तदपि बोधितम् इति इदानीम् अस्माकं ज्ञानं प्रगतम् अस्ति इति अस्ति. अस्तु महोदय, भवानेव अग्रे अपि पठतु. एवं सर्वैः अपि पदैः एते त्रयः अर्थाः बोध्यन्ते, यथा अत्र वृक्षशब्देन वृक्षत्वविशिष्टवृक्षः इत्यर्थः, नाम वृक्षत्वसम्बन्धः यत्र अस्ति तादृशः पदार्थः इत्युक्तौ वृक्षत्वं वृक्षः तयोर्मध्ये विद्यमानः सम्बन्धः, एते त्रयः पदार्थाः ज्ञायन्ते. अग्रे अपि महोदय, अग्रे अपि पठित्वा किञ्चित्. अतः उन्नतवृक्षः इति कथनेन वृक्षस्य इदानीं विशेषणद्वयं भवति, उन्नतत्वं वृक्षत्वं च. उन्नतत्ववाचकशब्दः उन्नतः इति शब्दः, वृक्षत्ववाचकशब्दः वृक्षः इत्येव शब्दः, एषा व्यवस्था भवति. महोदय, तत्र तद् सर्वनाम पदः, अतः सर्वैः पदैः पूर्वम् उक्तरीत्या अर्थत्रयं बोध्यते. एक तु तद् वस्तु, द्वितीयं तस्य धर्मं यदस्ति तद् वाचकशब्दं, तृतीयं यदस्ति तृतीयं द्वयोर्मध्ये सम्बन्धः यदस्ति तद्. एतत्त्रयं सर्वे पदार्थाः सन्ति. उन्नतवृक्षः इति समस्तपदम् अस्ति इति कथनेन वृक्षस्य इदानीं विशेषणद्वयं भवति, उन्नतवृक्षः उन्नतत्वं वृक्षत्वं द्वयोः अस्ति तत्र उन्नतवृक्षे. उन्नतत्ववाचकशब्दं किम् इत्युक्ते उन्नतः एव, वृक्षत्व इति धर्मवाचकशब्दः किम् इत्युक्ते वृक्षः अपि, तदेव वास्तवत् तादृशं व्यवहारः कुर्मः इति. इदानीं उन्नतवृक्षः इति कथनेन अस्माभिः किं ज्ञायते इति चेत् तत्र उन्नतत्वविशिष्टवृक्षत्वविशिष्ट कश्चन पदार्थः कश्चन पदार्थः अत्र साक्षात् वृक्षः इति ज्ञातुं शक्यते. अतः उन्नतत्वविशिष्टवृक्षत्वविशिष्टवृक्षः इति एतदेव न्यायशैली. तत्र उन्नतः वृक्षः वृक्षः इति सामान्यरीत्या लोके व्यवहारं कुर्मश्चेत् तत्र एतादृशं कोऽपि न अवगच्छन्ति. तत्र उन्नतः वृक्षः अस्माकं पुरतः अस्ति, तत्र तत्र विशेषणं किम् इति वैशिष्ट्यं किम् इति पृच्छन्ति. किन्तु इदानीं वयं न्यायवर्गे स्मः इति कृत्वा अस्माभिः कथं वा अवगन्तव्यम् इति चेत् उन्नतवृक्षः इति यदा वयं अस्माभिः श्रूयते तदा उन्नतत्वं वृक्षत्वम् अनेन धर्मेण विशिष्टं कश्चन पदार्थः इति बोधः जायते जायेत इति अत्र वार्ता अस्ति. एतावत्पर्यन्तम् अस्माभिः यत् कृतं तस्मिन् विषये कस्यापि किमपि केऽपि सन्देहः वर्तन्ते वा महोदय? अत्र उन्नतत्वम् इति धर्मः अस्ति, तर्हि उन्नतत्वम् अपि च उन्नतः इति गुणः अस्ति वृक्षे, तर्हि तयोर्मध्ये सम्बन्धः अपि न बोधयति वा? हा, उन्नतः इति गुणः नास्ति, उन्नतः इति गुणवाचकशब्दः, औन्नत्यम् इति गुणः. हा, औन्नत्यम् अपि च वृक्षः द्वयोः सम्बन्धः अत्र केन शब्देन सम्बन्धस्य सूचना भवति? अत्र वृक्षत्वम् इति वदनेन तत्र जातिः, अतः वृक्षत्वम् अपि च वृक्षयोर्मध्ये समवायसम्बन्धः इति अस्ति. सत्यं. तत्र उन्नतत्वम् अपि च वृक्षः द्वयोर्मध्ये अपि सम्बन्धः अस्ति खलु? हा, तत्र उन्नतत्वं कुत्र अस्ति? वृक्षे अस्ति इति तादृशसम्बन्धः. उन्नतत्वम् इति गुणः, वृक्षः इति द्रव्यं, गुणगुणिनोः गुण द्रव्यम् इत्युक्ते गुणि, समवायसम्बन्धः इति अस्ति इति तादृशसम्बन्धः अपि ज्ञातुं शक्यते. यदा ज्ञातुं शक्यते, इदानीम् उन्नतवृक्षः इति समस्तपदे एव ज्ञातुं शक्यते. केवलम् उन्नतः इति वदामश्चेत् तत्र उन्नतत्वम् इति गुणः कस्मिंश्चित् पदार्थे अस्ति इति एव ज्ञातुं शक्यते. सत्यं. तत्र वृक्षे अस्ति इति ज्ञातुं शक्यते, किन्तु वृक्षः इति वदनेन तत्र वृक्षत्वम् अस्ति इति अपि ज्ञातुं शक्यते. किमर्थम् इत्युक्ते वृक्षत्वम् इति जात्यायाः वाचकपदं भवति वृक्षः इति कृत्वा. अस्तु, अन्यत् किमपि चिन्तनं वा सन्देहः वा अस्ति चेत्? अस्तु, सर्वं कथं स्मरणीयं? न, तत्र पुनः पुनः महोदयः एतादृशम् अत्र किमपि विषये तत्र बहु किमपि महोदयेन लिखितं, किन्तु अत्र सारांशः किम् इत्युक्ते गन्धवती पृथिवी इति मूलग्रन्थे दत्तं. तत्र समानादीकरणेन दत्तमस्ति गन्धवती इति प्रथमाविभक्ति एकवचनं, पृथिवी इति अपि प्रथमाविभक्ति एकवचनम् इति सामान्यरीत्या लौकिक व्यवहाररूपेण तत्र न्यायग्रन्थे दत्तं. किन्तु अस्माभिः इदानीं न्यायछात्राः वयं स्मः इति कृत्वा तत्र अस्माभिः कथं वा अवगन्तव्यम् इति चेत् जवनिकायाः पृष्ठतः गत्वा गन्धवती पृथ्वी इति श्रवणे तत्र गन्धवत्वं पृथिव्याः गन्धवत्वं पृथिव्याम् अस्ति, गन्धवत्वं पृथिव्याः लक्षणम् इति अवगन्तव्यम् इति तावदेव अत्र विषयः. तद् बोधनार्थम् एतादृश गभीरचिन्तनं महोदयेन कृतम्. अत्र एतत् सर्वं स्मर्तव्यम् इति किमपि नास्ति, अवगन्तव्यमेव, तावदेव अस्ति. अस्तु महोदय. अस्तु, इतोपि महोदय इतोपि किञ्चित् चिन्तनम् अग्रे करिष्यति, तत् धनं धनवत्वं च इत्यादिकम्. अस्तु, तत् तस्मिन् विषये अग्रिम वर्गे द्रक्ष्यामः. सर्वेषां नमस्कारः, धन्यवादाः.